पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 204 शिवशर्मोवाच विष्णु शर्मंस्तदो वैश्यशरभः सहभार्यया नीत्वा पूजोपकरणं ययौ श्रीचण्डिकालयं तत्र तौ विधिवत् स्नात्वा सुमनोधूपदीपकैः आनर्चदुर्भक्तियुक्तौ चण्डिकां पुत्रकाम्यया श्रद्धया पूजिदाताभ्यां दिनैः सप्तभिरम्बिका उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा पार्वती उवाच भो भो वैश्यप्रसन्नास्मि भक्त्या सुदृढया तव ददामि पुत्रं ते साधो यदर्थे यत्नवानसि गच्छत्वं मा विलम्बस्व वनमैन्द्रं च खाण्डवं तत्र तीर्थमहापुण्यमिन्द्रप्रस्थाख्यमुत्तमं निगमोद्बोधकं तत्र तीर्थं निखिलकामदम् बृहस्पतिकृतं तत्र स्नाहित्वं सुतवाञ्छया भविष्यति सुतस्ताद तव स्नानेन तत्र हि तत्र स्नात्वा मयाप्यङ्गलब्धस्कन्धः सुरारिह शिवशर्मोवाच इत्याकर्ण्यवचो देव्याः पिता मम सह स्त्रिया अत्रा जगाम सतीर्थे सस्नौ च सुतवाञ्छया उपस्करवतीर्धेनोर्द्विजेभ्यः प्रददौ शतं देवान् पितृंश्च सन्तर्प्य यथा विध्यत्र बुद्धिमान् सप्तरात्रमुषित्वादु दम्पती यदमानसौ जग्मद्दुः स्वगृहानिष्टलाभोद्भुल्लमुखाम्भुजौ तस्मिन्नेवाभवद्गर्भो मासि माधुर्ममान्वहं व्यतीते नवमे मासि जातोऽहं दशमे शुभे विष्णुशर्मण्यदुक्तं ते पुरा वृत्तमिदं मया शब्दद्वयमेवैदच्छ्रुतं सर्वं पितुर्मुखाद् एकदा क्षममालोक्य गृहकर्मणि मां पिता गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन् मां चोवाच स धर्मात्मा गोविन्दासक्तमानसः विनिन्दन्विषया शक्तिं विष्णुभक्तिं स्तुवन्मुहुः पितोवाच सुमदेवार्थकं प्राप्तं फलिताश्चिकुरा मम गोविन्दचरणाम्भोजं सेविष्ये साधुसेवितं तत्सैवया भवेत् स्वच्छं मनो यस्य च सुस्थिरं स पुमानात्मसन्तुष्टो न किञ्चिदभिवाञ्छति निष्कामसुखदुःखाभ्यां भुञ्जन् सुकृतदुष्कृते प्राकृते तत्समाप्तौ च त्यजन् देहं भवत्यजः तां वद्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखं तत्प्राप्तौ तद्भवेत्तुच्छम् सुधाया इव तत्रकं हरेर्माया बलवदीयं मोहयन्ति देहिनं हितानि तं न जानाति स यथा मदिरामदः प्रवृत्तिं च निवृत्तिं च विद्यया विद्यया च सः करोति स्वेच्छया काले बाललीलो हि स प्रभुः वेदोदितं यदा कर्म क्रियते फलमिच्छदा प्रवृत्तिं सा परातात तेषामर्पणमीश्वरे यथा निर्दग्धा बीजानि न प्ररोहन्ति यत्नदः यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु कर्मणाञ्चलयो मोक्षः सुखदुःखप्रदायिनां तदुत्पत्तिस्तु बन्धस्यादित्यसौ शास्त्रनिर्णयः अतोकं कर्म वेदोक्तं कुर्वन्नाभिलषन् प्रफलं पर्यडिष्यामि तीर्थेषु हृदि भक्तिधनद्धरेः एवं प्रारब्धकर्माणि भुञ्चन्नान्यन्यतर्जयन् हनिष्यामि जगद्रोगं पीत्वा सत्सङ्गमौषधं शिवशर्मोवाच एवमाकर्ण्यवचनं तस्याहं पितुरात्मनः अवदं विष्णु शर्मस्त्वं तन्निशामय तत्त्वदः वैश्यपुत्र उवाच अयं जनो दुराराध्यः कथयिष्यदि नो यशः दुष्टकुटुम्बादुद्विज्य निःसृत्य गद इत्ययम् इयं विष्णुपदीताद भुवनत्रयपावनि स्मृदा हरत्यकं दूरात् कस्मादेनां विमुञ्चसि पापकारी जनस्तादम्रियदे मगधे तु यः सोऽप्यस्तपापो गङ्गायां स्वर्यादित्यजमाशुभम् पुत्रा षष्टिसहस्राणि सगरस्य महात्मनः कपिलक्रोध निर्दग्धा गदा यत्स्पर्शनाद्दिवम् तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीं मुमुक्षु सेवितां ताद मुक्त्वा मान्यत्र गम्यताम् मा वजानीहि समीप्ये गङ्गा त्रिदशमानितां यदिच्छसि महाभाग सेवितैषा प्रदास्यति तिर्यञ्चोऽपि विना ज्ञानाज्जले चेत्स्युर्गदासवः भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया शिवशर्मोवाच निशम्यैतद्वजस्तादस्तमो मम हृतप्रियः उवास सदने सर्वविषयेभ्यः पराङ्मुखः त्रिषु कालेषु गङ्गायां प्रत्यहं स्नानमाचरन् पुराणं स्याद् गृहे यत्र तत्र यादिश नित्यशः एकदा कर्णयन्धीरो यमुनातीर्थगौरवं तत्र शुश्रावमाहात्म्यमस्य तीर्थस्य पुत्रसः अविमुक्तहरिद्वारप्रयागेभ्यश्च पुष्करात् अयोध्याद्वारिका काञ्ची मधुराभ्यस्तथान्यतः सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकं कथितं तेन विदुषा सुतेना कर्ण्यमत्पिता त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः आवामिव महाभागो गोविन्दपदसेवकः अत्रागत्य महाभागो मत्पिता मोक्षवाञ्छया निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् उवास कदिचिन्मासानत्र तीर्थोद्धमे हि सः कुर्वन्निजक्रियां धीमान् निःस्पृहोऽप्यजवेश्मनि एकदा सहसा तस्य ज्वरो भूददिदारुणः महत्या पीडया तस्य मुमोह गतचेदनः मुहूर्तं सपिता मुह्यं तदवस्तो व्यतिष्ठित पश्चात् समागतप्राणो विचिन्त्य यदिदं तदा अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः यो मां ज्वर विदत्ताङ्गमाश्वासयदि बुद्धिमान् अगम्यागमनं पापं कृतं यन्मे सुदारुणं प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेद् आगमिष्यति पुत्रो मे तस्मै दास्यामि पस्विति यन्मया गोपितं गेहे न दृष्टं च तदप्यहं शिवशर्मोवाच इति चिन्तयतस्तस्य बान्धो वर्षेण पीडितः शीतार्थकम्पितवपुरुडजं प्राविशत्तदा सदं संविष्टमालोक्य भूयो गत्वा तदन्तिके मुनिरेष इति ज्ञात्वा ववन्दे शिरसाध्वगः पूचे च कस्मात् सुप्तोऽसि मुने सन्ध्या समागता रविरस्तं प्रयात्येष न सुप्ते काल एष ते इत्युक्तमात्रे वचसि पथिकेन पिता मम शरभो ज्वरतप्ताङ्गस्तमाः कथमप्यहो शरभ उवाच श्रूयतां वचनं पान्थ यद्वदामि पुरस्तव श्रुत्वा मद्भाग्ययादेन त्वया साधो विधीयतां वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम अत्रागतो निषिद्धोऽपि जायामित्र सुधैरहम् अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरिदं मासास्तु कदिचित् साधो व्यदीदा मयि चागदे दिनत्रयमधिक्रान्तं ज्वरितस्य ममाधुना प्राणामे विगदा आसन्नद्य भूयः समागताः कियानप्यायुषशेषः साधो मे खलु तिष्ठति शमनस्यं गृहं दृष्ट्वा यदहं पुनरागतः भाग्योदयेन केनापि ममात्रत्वं समागतः नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे इह भूभाग उत्खाय गृह्यता मामकं धनं शिवशर्मोवाच इत्याकर्ण्यस दुर्बुद्धिर्ग्राम्यो विषयलं पडः उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम् इत्युक्त्वा धनमुत्खाय तस्मात् भूभागदस्तदा अग्रदस्तापयामास शरभस्याह चाध्वगः अध्वग उवाच धनमे दद्विषां नाथ तव भूभागदो मया निष्कासितं प्रयच्छाशु शिबिकानयनाय मे यामारोप्य ज्वरार्थं त्वां नयामि तव केतनं शिवशर्मोवाच इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयं सोऽपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम् उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदां स वाहामानयत्पुत्र दत्त्वा स्वर्णफलद्वयं फलं द्वयं गृहीतं तत्तेनैवाद्धर्मबुद्धिना आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम् पान्थस चलिदो वाहांस्त्वरयन् कान्यकुब्जकम् अस्य तीर्थवरस्याथ कमण्डलुजलं धृतं पाययन्नल्पमल्पं तं दृशार्थं सोध्वगोययौ अध ते सरसस्थिरे उत्तीर्णा भोक्तृमध्वनी स्नात्वा भुक्त्वा पुनस्तस्मास्थानाचेलुस्त्वरान्विताः कियं दिभूमि मुल्लङ्घ्य तृषार्तांस्ते कमण्डलोः जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययद अध कश्चिन्महाभीमो विकडो नाम राक्षसः विचरन्निर्जनेरण्ये गच्छतस्थानवैक्षत तान् दृष्ट्वा स क्षुधाक्रान्तो वेगवान् विवृताननः अभिदुद्रावचरणा खादेना कम्पयन्महीम् आगत्य तरसा पार्श्वे तान्वाहान्पथिकं चतं सकोशेषु समादाय भ्रामयामास केचरः गदासून् ब्राह्मणेनैव भूतले तानपोधयत चखाद पिशिदं तेषां पप्पौ कोशाच्च शोणितं कुत्र यास्यदि रोगार्तो नरोऽयं पुरदो मम येनं तु भक्षयिष्यामि पश्चादम्बु पिबाम्यहम् इति कृत्वा मदिर्वारि तीर्थस्यास्य कमण्डलोः मुखे चिक्षेप स तदा रजनीचरपुङ्गवः क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः जादा सदुवधा तस्य शरभस्यन्यवर्तत पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत येन राक्षसभावस्तु भूतो विप्रोद्भवादपि स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु उवाच ज्ञानमापन्नो राक्षसपितरं मम राक्षस उवाच भो भो मनुष्यशार्दूल कस्त्वं केच जना अमि भक्षिदा ये मया घोर रूपेणाधम रक्षसा कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः पापिनोऽपि स्मृतिर्जाता पूर्वजन्म भवा मम वैश्य उवाच वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम तीर्थानि पर्यडन्निन्द्रप्रस्थेऽहं समुपागतः तत्राहमभवं दुःखी ज्वरेण विधियोगतः ततो मे बुद्धिरुत्पन्ना गन्तुं गृहमसत्पथ तत्र कश्चित् समायादः पान्थो वर्षेण पीडितः प्रार्थितः समयानीय शिबिकां मां गृहं नय स चायं शिबिकां पान्थः समुपानीय सत्वरः ममारोप्य च तां धीरश्चलितो मद्गृहं प्रति स पान्थस्ते च शिपिका वाहा सम्प्रति भक्षिदाः त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु इन्द्रस्य खाण्डववने यमुनास्ति सरिद्वरा तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमं सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकं निगमोद्बोधकं जादा स्मृतिस्थे यज्जलाशनाद यदत्ते सर्वमाख्यातं यत्पृष्टोऽहम् इह त्वया पृच्छामि त्वामहं किञ्चित् तद्वदाशु निशाचर पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना वद किं ते कृतं पापं येन जातोऽसि राक्षसः राक्षस उवाच पुराहमभवं विप्रः पुण्ये वेदविदां कुले दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः हरिदं द्रविणं भूरि स्वकीयं पितुरेव च पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः पुरान्नित्सारिदो नित्स्वो गतोऽहं ग्राममन्दिके तत्रासीन्मे सख नाम देवको ब्राह्मणोत्तमः तेनाहं रक्षितो गेहे कुर्वदा चिरमादरं वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीं कामातुरोहमभजं बलान्मित्रे गदे क्वचिद सामृदा तत्क्षणात् साध्वी भक्षयित्वा महाविषं तां दृष्ट्वा तमसा युक्ते निषीधेऽहं पलायितः पलाय मानस्तरसा धृदोऽहं राजकिङ्करैः चौरोऽयमिति खङ्गेन चिच्छिदुस्थे शिरो मम मृदं मां यादनादेहमावेश्य यमकिङ्कराः रौरवे निरयघोरे चिक्षिपुर्यमशासनाद षष्टिवर्षसहस्राणि तत्राहं तीव्रयातनां भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः शतवर्षाण्यतीतानि राक्षसत्वे विशाम्पते वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयात् पुण्यं तदर्पिधे साधो वदामि शृणु सादरं येन तीर्थवरस्यदं जलं मम मुखे गदं तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतं संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतं द्वादश्यामध संस्नात्वा भोक्तुम् अपि समुद्यते मद्गृहे कश्चिदायादो वैष्णवो विष्णुरूपदृक् कुपितोऽहं समालोक्य दुर्वचो वदमग्रदः क्व गच्छसि दुराचार दाम्भिकस्त्री जनान्तरे इत्युक्तं समयाधीरस्तुल्यो मानापमानयोः तूष्णीमेव निकेतन्मे निर्गत्य चलितो यदा तदाभिमुखमायान्ती पत्नी मम पतिव्रता पतित्वा पादयोस्तस्य तं साधुं गृहमानयद मयापमानितस्यापि न क्रोधो भून्महात्मनः तया धृतस्याप्यानन्दो यदसोरि सुहृत्समः तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा भोज्यं भोजय जीवेश जयताद्भुवनत्रयम् युत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम् म्लानवक्त्रप्रसन्नास्यमुत्तिष्ठ शमयक्षुधाम् युत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम् अदतां पात्रमन्येन पूर्णं तस्मै विवेकिने जलं च तत्करे साध्विया प्रेरितोऽहं तया मुहुः उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः हरे राम हरे कृष्ण जपन्निधि जगामः कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे शिवशर्मोवाच विष्णु शर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे पथिकः सचते वाहाः प्राहुखे दिव्यदेहिनः पथिक वाहा ऊचुः भो भो विशाम्पदे साधो प्राप्ता अप्यपमृत्युतां त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः त्वत्सङ्गे धनलोभेन विट्पदे चलितायतः विगदान धनाकाङ्क्षा मरणावसरेप्यदः तीर्थराजजलस्यास्य तिष्ठदो जठरेहिनः मरणे ह्यनुभावत्तु मैत्री प्राप्ता धनेशितुः नमामस्त्वां वयं व्यामो धनेश नगरीं प्रभो विमानैस्तद्गणानीतैर्नानामणिविभूषितैः प्रयाहि मा विलम्बस्व तीर्थे निगमबोधके त्वमनेन समं साधो तारयै नमामिद्रुतं शिवशर्मोवाच युत्युक्त्वा ते गदास्ताद दिश्युदीच्यां समन्ततः विमानकिङ्गिणीनादैर्नादयन्तोऽथ रोदसी अथ वैश्यो मम प्रीदा तमाह रजनीचरं शरभ उवाच उत्तिष्ठनय मामाशु तीर्थे निगमबोधके ज्वरार्थेन मया पद्भ्यां तत्र गन्तुं न शक्यते यो मां नयति तत्तीर्थं त्वदन्यो नास्ति कश्चन शिवशर्मोवाच तथेधि तमधाश्वास्य वैश्यं स रजनीचरः स्कन्धमारोप्य वेगेन तत्तीर्थं पावनं ययौ ऊषतुस्तावुभौ तत्र विस्पदि सचराक्षसः कुर्वं तौ स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे अथाकं पितुराकर्ण्य महदीं गुरुवेदनां तं प्रतिपेदितो मात्रा चलितो निजसत्मदः अत्रागत्य मया दृष्टः समहाज्वरपीडितः मूर्ध्ना च वन्दितस्तेन दत्ताशीर्मेभ्य भाषि च शरभ उवाच किमर्थमिह भूताद दूरमार्गे समागतः दिनानि कदि चित्तिष्ठन् कुर्वन्नत्र निजक्रियां विकटो नाम मे मित्रः राक्षससमुपैदि वै उत्तिष्ठ वपुषामुष्य दण्डवत्पद पादयोः न भेतव्यं त्वया मुष्मात्यक्रहिंसादिकर्मणः अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति शिवशर्मोवाच इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना उद्धाय पतितस्तस्य पादयो दण्डवद्भुवि दोभ्यामुद्धाप्य मांसोऽथ गाढमालिङ्ग्य राक्षसः स्वागतं मित्रपुत्रेधि जगदाशिषमीरयन् राक्षस उवाच भाग्यवानसि भोताद यत्त्वमत्र समागतः पितु धर्मात्मन श्रुत्वा ज्वरपीडां सुदारुणां पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकं स्नात्वा कुरुक्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि शिवशर्मोवाच एवमुक्तस्तदा तेन स्नातुं तीर्थे वराम्भसि प्रविष्टोऽहं स्मरंस्ताद पूर्वजन्म शुभाशुभं स्नात्वा विधिवदत्रैव पिदुरन्तिकमागतः अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च श्रुत्वाकं तीर्थराजस्य स्तुतिमस्य चकार वै पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा यास्यामि गृहमित्यत्र दशोषितमहानिमे दशाहाभ्यन्तरे तादतादस्य मरणं मम अभूदर्थजले ह्यस्य तीर्थराजस्य पश्यतः अधो गरुडमारुह्य वक्षसो धारयन् श्रियम् आजगाम स्वयं विष्णुर्नवीनघनविग्रहः पीतवासा चतुर्बाहुः पङ्कजारुणलोचनः ब्रह्मेन्द्रादिभिरादिव्यैः सनाधैरन्धकारिणा सेव्यमानो गुणग्रामान् कायद्भिकिन्नरैः सह आहाहुः प्रभृतिभिस्तूयमानश्च सर्वतः दत्त्वा स्वकीयसारूप्यमारोप्य गरुडं तदा पितरं मम ब्रह्माद्यैर्वृदो वैकुण्ठमारुहत पितुस्सारूप्यमालोक्य विष्णोरहमचिन्तयम् इति चित्ते तदालोक्य जाततत्त्वोदये तदा न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः महिमा यज्जलार्धे स्यान्मृदो जन्तुश्चतुर्भुजः न मया सर्वधा त्याज्यं तीर्थराजमिदं ननु अम्जसा दृढमाहात्म्यं धनरोगादितृष्ण्या पितुरत्रोडजे तावस्तादव्यं हि मया मम यावत्तु कर्मणां भुक्तः प्रारब्धानां महीदले एवं विचिन्तयित्वा च पिधुकृत्वादु सत्क्रियां रक्षसा तेन सहिदस्थितोऽहं मोक्षवाञ्छया इति श्री पात्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमहात्म्ये चतुरधिकद्विशततमोऽध्यायः ॐ।